अस्तु, तर्हि अधुना अष्टाध्यायां सूत्राणां फलाबलमिति विषये इत्यस्मिन् विषये चर्चा प्रवर्तमाना अस्ति. तर्हि गतसप्ताहे वयं दृष्टवन्तः पूर्वपरमिति अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इत्यस्मिन् विषये पश्यन्तः स्मः. तर्हि नित्यम् इति चर्चितम्, अधुना अन्तरङ्गम् इति विषयः प्रवर्तमानः अस्ति. तर्हि मम प्रिया भगिनी अन्तरङ्गम् इति आरभ्य पठतु. आं भगिनि, अन्तरङ्गम् आं क्षम्यताम्. अन्तरङ्गम् अन्तरङ्गं बहुविधम्, अतः महान् प्रपञ्चः अत्र प्रकारद्वयं प्रदर्श्यते. अस्मिन् प्रसङ्गे अङ्गम् इत्यनेन न अवयवः न वा यस्मात् प्रत्यये विधिः तदादिप्रत्यये अङ्गम् इति रीत्या अङ्गकार्यस्य अङ्गम् अपि तु अत्र अङ्गम् इत्युक्ते निमित्तम्. अत्र अन्तरङ्गं विषये अस्ति, अन्तरङ्गं बहुविधम् अस्ति इति. अत्र प्रकारद्वयमेव प्रदर्श्यते. अङ्गम् इत्युक्ते न अवयवः न वा यस्मात् प्रत्ययविधि प्रत्यये अङ्गम् इति सूत्रेण यद् अङ्गकार्यम् अस्ति तदपि नास्ति. अत्र तु निमित्तमेव अङ्गम् इति अस्ति. पठामि वा भगिनि? परिभाषेन्दुशेखरग्रन्थे लिख्यते, नित्यादपि अन्तरङ्गं बलीयः. अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात् नित्यशास्त्रस्य अपेक्षया अन्तरङ्गशास्त्रं बलवत्. कारणमस्ति यत् अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात्, अतः बलवत् इति कथनस्य स्थाने बहिरङ्गशास्त्रम् असिद्धम् इति कथनम् उचितम्. अत्र अन्तरङ्गे इत्यनेन विषयसप्तमी, अतः अर्थः एवं भवति. द्वयोः सूत्रयोः समकालप्राप्त्यवसरे अन्तरङ्गशास्त्रस्य विषये बहिरङ्गशास्त्रम् असिद्धं भवति. अत्र नित्यादपि अन्तरङ्गं बलीयः इत्यस्मिन् अपि शब्देन परशास्त्रस्य ग्रहणम्. अतः किमपि ख नामकसूत्रं प्रति बहिरङ्गं चेत् तेन ख इति अन्तरङ्गसूत्रेण इदं ख सूत्रम् असिद्धं, यद्यपि ख सूत्रं प्रति परसूत्रं वा नित्यसूत्रं वा स्यात्. इत्थञ्च परशास्त्रं नित्यशास्त्रं च बहिरङ्गं चेत् तदपि असिद्धं भवति. अस्य प्रकटीकरणार्थम् अग्रिमपरिभाषा अस्ति, असिद्धं बहिरङ्गम् अन्तरङ्गे इति. अत्र परिभाषेन्दुशेखर ग्रन्थे एवं लिख्यते, नित्यादपि अन्तरङ्गं बलीयः इति. अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात् इति अस्ति. अर्थमस्ति नित्यशास्त्रस्य अपेक्षया अन्तरङ्गशास्त्रं बलवत्. यदा नित्यशास्त्रमस्ति तद् अपेक्षया अन्तरङ्गशास्त्रं बलवत् इति. कारणं किम् अस्ति इत्युक्ते अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात् बलवत् इति अत्र अस्ति. तद् तस्य अर्थम् अस्ति बहिरङ्गशास्त्रम् असिद्धम् इति, बलवत् इति स्थाने असिद्धम् इति कथनमेव उचितम् अस्ति इति अस्ति. अन्तरङ्गम् इति विषयसप्तमी अस्ति, अतः अर्थम् एवं भवति. यदा द्वयोः सूत्रयोः समकाले प्राप्यते चेत् अन्तरङ्गशास्त्रस्य विषये बहिरङ्गशास्त्रम् असिद्धं भवति इति. नित्यादपि अन्तरङ्गं बलीयः इति अस्ति. नित्यशास्त्रस्य अपेक्षया अन्तरङ्गशास्त्रं बलीयः इति अस्ति. तदेव एकम् उदाहरणरूपेण प्रदर्शितमस्ति. अग्रिम एकम् अनन्तरम् एकं परिभाषा अपि अस्ति, असिद्धं बहिरङ्गम् अन्तरङ्गे. बहिरङ्गम् असिद्धं भवति अन्तरङ्गस्य अपेक्षया इति. नित्यादपि अन्तरङ्गं भलीयः इत्यस्मिन् अपि शब्देन परशास्त्रस्य ग्रहणम् इत्युक्ते परसूत्रं नित्यसूत्रं द्वयोः अपेक्षया अन्तरङ्गसूत्रं बलवत् इति सारांशः अपि इति सारांशः ततः अग्रे अन्तरङ्गं बहिरङ्गयोः लक्षणम् उच्यते. अन्तर्मध्ये बहिरङ्गशास्त्रीयाणि निमित्तसमुदायमध्ये अन्तर्भूतानि अङ्गानि निमित्तानि यस्य तत् अन्तरङ्गम् एवं तदीयनिमित्तसमुदायात् बहिर्भूताङ्गम् बहिरङ्गम् अन्तरङ्गं शब्दे बाहद्वयम् अन्तर्योग अङ्गम् अन्तर् इत्युक्ते मध्ये. कस्य मध्ये? बहिरङ्गशास्त्रीयनिमित्तसमुदायस्य मध्ये अन्तर्भूताः भूतः भागः अन्तरङ्गं शास्त्रस्य निमित्तम्. अनया रीत्या अन्तरङ्गशास्त्रीयनिमित्तसमुदायात् बहिर्भूतः भागः बहिरङ्गशास्त्रस्य निमित्तम्. अत्र नित्यसमुदायानि मध्ये अन्तरङ्गस्य अङ्गानि निमित्तानि भवति तस् अन्तरङ्गम् इति उच्यते. अन्तरङ्गम् इत्युक्ते किं, बहिरङ्गम् इत्युक्ते किम् इति अर्थम् अर्थं भवति वा? अन्तरङ्गम् इत्युक्ते बहिरङ्गस्य मध्ये अस्ति. अन्तरङ्गस्य बहिः अस्ति, बहिरङ्गं निमित्तसमुदायात् निमित्तसमुदायमध्ये अन्तरङ्गमपि समुदायं वा अन्तरङ्गम् एकं वा? द्वयोः अपि समुदायः, बट् अन्तरङ्गं बहिरङ्गसमुदायस्य मध्ये यत् अस्ति तत् अन्तर्भूतानि ये सन्ति तानि अन्तरङ्गं, तानि निमित्तानि अन्तरङ्गम् इति. अन्तरङ्गं समुदायं किञ्चित् लिटिल् देन् बहिरङ्गं वा? लिटिल् इति नास्ति, मध्ये अस्ति इति. मध्ये अस्ति कण्डिशन्. बहिरङ्गनिमित्तानि ये ये सन्ति तेषां मध्ये उपविशति इति, मध्ये एव यत् सन्ति ते अन्तरङ्ग. द्वे सूत्रे स्तः यत्र प्रथमसूत्रं कुत्रचित् निमित्तानि कुत्रचित् सन्ति खलु, निमित्तानि वयं वक्तुं शक्नुमः कः किं निमित्तम् इति. किन्तु बहिरङ्गस्यापि निमित्तम् अद्वितीयसूत्रस्यापि निमित्तानि के के सन्ति इति वयं वक्तुं शक्नुमः. येषां निमित्तानि मध्ये यस्य बहिरङ्गम् इत्युक्ते यस्य निमित्तानि बहिः सन्ति तत् बहिरङ्गं, यस्य निमित्तानि बहिरङ्गस्य मध्ये सन्ति ते अन्तरङ्गम् तत् अनन्तरङ्गम् इति वदामः. धन्यवादः. पठामि वा? इत्यश्च अन्तर्भूतानि निमित्तकस्य निमित्तकत्व अन्तरङ्गम् अन्तरङ्गत्वं बहिरङ्गशास्त्रस्य बहूनि निमित्तानि सन्ति चेत् तेषां निमित्तानां समुदायमध्ये अन्तर्भूतत्वं यस्य वर्तते तत् अन्तरङ्गं बहिरङ्गशास्त्रीयनिमित्तसमुदायस्य अपेक्षया अन्तरङ्गशास्त्रनिमित्तसमुदायः अन्तर्भूतः भवति चेत् अन्तरङ्गत्वं बहिरङ्गसमुदायमध्ये अन्तर्भूतनिमित्तकत्व अन्तरङ्गत्वं बहिरङ्गशास्त्रस्य बहुनिमित्तानि सन्ति तेषां मध्ये तत् समुदायमध्ये अन्तर्भूतः अन्तरङ्गं यः वर्तते तत् अन्तरङ्गं बहिरङ्गशास्त्रीयसमुदाये अपेक्षया अन्तरङ्गसमुदायं बलवत् इति यत् अन्तर्भूतः भवति चेत् तत् अन्तरङ्गम् धन्यवादः आं भगिनि उपर्युक्तं यत् अन्तरङ्गं बहुविधम् अत्र प्रकारद्वयं प्रदर्श्यते प्रथमं पूर्वोपस्थितनिमित्तकम् अन्तरङ्गम् पूर्वोपस्थितनिमित्तिकस्यापि अन्तरङ्गत्वात् यस्य शास्त्रस्य निमित्तं पूर्वमेव उपस्थितं वर्तते तदपि अन्तरङ्गम् अत्र अन्तरङ्गविषये किञ्चित् अत्र चर्चा अस्ति यथा पूर्वमेव उक्तम् अन्तरङ्गम् इत्यस्य विचारः बहुविधाः परन्तु अत्र प्रकारद्वयमेव चर्चयामः प्रथममस्ति पूर्वोपस्थितनिमित्तकम् अन्तरङ्गम् इत्युक्ते अत्र यस्य शास्त्रस्य निमित्तं पूर्वमेव स्थितं भवति तद् अन्तरङ्गम् इति अत्र एकं दृष्टान्तमपि दत्तमस्ति अस्य बोधनार्थं दृष्टान्तो दीयते सिव् धातुः योगः न प्रत्ययः सियोनशब्दः न इति उनादिप्रत्ययः सर्वे उनादिप्रत्ययाः कृत् प्रत्ययाः सिव् योगः न इत्यवस्थायां त्रयाणां सूत्राणां प्रसक्तिः भवति लोपोर्व्योर्वलि छ्वोः षूडनुनासिके च पुगन्तलघूपथस्य च त्रिषु मध्ये कस्य प्राप्तिः भवति इत्यस्मिन् विषये चिन्तनीयम् प्रथममस्ति अत्र लोपोर्व्योर्वलि तत्तु वल्प्रत्याहारे परे पूर्वं विद्यमानयोः वकारयकारयोः लोपो भवति अत्र अनुवृत्तिसहितसूत्रमस्ति व्योः लोपः वलि अत्र सिव् धातुः इति उदाहरणं दत्तमस्ति सिव् धातुः योगः न प्रत्ययः स्योनशब्दः इति अस्ति न इति उनादिप्रत्ययः कश्चन प्रत्ययः अस्ति अत्र न प्रत्ययः तिङ् नास्ति तत्कारणात् तत्तु कृत् प्रत्ययः अत्र यथा शिवयोगः न भवति तस्मिन् समये सूत्रत्रय इत्यस्य प्रसक्तिः भवति प्रथममस्ति लोपोर्व्योर्वलि अत्र लोपोर्व्योर्वलि इत्यस्य प्रसक्तिः अस्ति किमर्थं चेत् अत्र यः प्रत्ययः अस्ति तत्तु न अस्ति न प्रत्ययः तु वलिप्रत्ययहारे अस्ति तत् अनन्तरं तस्मात् पूर्वं वकारः अस्ति तत् अत्र अत्र वकारयकारयोः लोपः भवति यदि वकारं वा यकारं वा वलिप्रत्याहारस्य कश्चन वर्णात् पूर्वम् अस्ति चेत् तत्कारणात् अत्र तस्य प्रसक्तिः भवति द्वितीयं सूत्रमस्ति छ्वोः षूडनुनासिके च अत्र अनुनासिकादिप्रत्यये परे क्वि परे झलादिकित् नित् च परे तुक् सहित चकारस्य स्थाने षकारादेशः अपि च वकारस्य स्थाने उट् आदेशः भवति अत्र अनुवृत्तिसहितसूत्रमस्ति छ्वोः अङ्गस्य षूड् क्विझलोः निति अनुनासिके च अत्र तस्य प्रसक्तिः अपि अस्ति किमर्थं चेत् अत्र प्रत्ययः न अस्ति तत्तु अनुनासिक आदिप्रत्ययः तत् तस्मात् पूर्वं वकारः अस्ति, वकारः अत्र तुक्सहितचकारस्य स्थाने षकारादेशः, वकारस्य स्थाने उट् आदेशः भवति. अत्र वकारः अस्ति, तत्कारणात् तस्य स्थाने उट् आदेशः भवितुम् अर्हति. अस्तु, धन्यवादः. दृष्टान्तः तत्र किल. आं भगिनि, एतावत् पर्यन्तं प्रश्नः नास्ति खलु कस्यापि? एकमस्ति अत्र अन्तरङ्गत्वम् इति अस्ति किल, तत्र अन्तरङ्गं कथं भवति, तद् प्रोसेस् एव अन्तरङ्गत्वम् इति वा उच्यते वा? उपरि अन्तर्भूतनिमित्तकत्वम् अन्तरङ्गत्वम्. अन्तरङ्गत्वम् इति गुणः अस्ति खलु, तर्हि त्वम् इति वदामः चेत् निमित्तं भूत्वा कथं भवति तद् यस्य निमित्तानि अन्तर्भूतानि सन्ति तत् सूत्रस्य अन्तरङ्गत्वं भवति इति वक्तुं शक्नुमः. स्वम् इति योजयामः चेत् गुणः इति भवति खलु, तर्हि सूत्रस्य गुणः तादृशगुणः अन्तरङ्गत्वगुणः भवति. सूत्रम् अन्तरङ्गसूत्रम् इति तस्य नामकरणमपि भवति. दृष्टानि नूतनः अस्ति वा? नमस्ते महोदय. भगिनि, अहं केवलं शृणोमि, अहं वक्तुं न शक्नोमि. किन्तु दृष्टान्तः तुक् सहित चकारस्य स्थाने षकारादेशः, पाप्रच् योगः मि चोः षुड अनुनासिके च सूत्रेण पाप्रश्मि इति. अत्र चोः षुडन् अनुनासिके च इति सूत्रस्य दृष्टान्तः एव उदाहरणमस्ति. अत्र तुक् सहित चकारस्य स्थाने षकारादेशः, तुक् इति इत्युक्ते किं भगिनि? तुक् इति आगमः, तुक् इति आगमः भवति, चेच इति सूत्रमस्ति. यत्र चकारः आदेशः भवति तर्हि गच्छ इति अस्ति खलु, गम् धातोः मकारस्य स्थाने चकारः भवति अन्यसूत्रेण, गच्छ इति अन्यसूत्रेण. अनन्तरं किं चेच इति सूत्रं किं वदति चेत्, यत्र चकारः वर्तते तत्र तुक् अनुवृत्तिः भवति, चेच तुक् इति आगमः भवति. तर्हि तुक् इति यत्र आगमः भवति तत्र आद्यन्तौ टकितौ इत्यनेन आद्यन्तौ परे आगच्छति, तर्हि पूर्वम् आगच्छति, तर्हि चकारात् पूर्वम् आगच्छति अत्र. तर्हि यत्र तर्हि इक् च इति भवति, क्षम्यताम्, इत् च इति भवति. अनन्तरं ष्टुनाष्टुः इत्यनेन सन्धिकार्यं भूत्वा इच्छ इति भवति. तुक् इति ककारस्य इत् अस्ति खलु. अत्र पाप्रच् योगः मि इत्युक्ते तत्र चोः षुड अनुनासिके च इति सूत्रेण चकारस्य स्थाने तत्र अत्र अनुनासिकादिप्रत्ययः परम् आगच्छति, अतः अत्र पाप्रश्मि इति रूपम् आगच्छति तत्र चोः षुडनुनासिके च इति सूत्रेण. तर्हि इच्छ इति आदौ तु चकारः एव आसीत्, अनन्तरम् इच्छ इत् आगतु आगत्य इत् च भूत्वा ष्टुनाष्टुनोष्टुः इत्यनेन इच्छ इति भवति. तर्हि तु सहितचकारः अस्ति, तर्हि तस्य स्थाने षकारादेशः भवति अत्र सूत्रेण चोः षुडनुनासिके चेत् सूत्रे. अग्रे अपि पठतु. पुगन्धलघुपतस्य च पुगन्धस्य अङ्गस्य लघुपतस्य च इकः गुणः भवति सार्वधातुके अर्धधातुके च प्रत्यये परे पुक्कन्ते यस्य तत् पुगन्धं लघ्वी उपधा यस्य तत् लघुपधं पुगन्धञ्च लघुपदञ्च तयोः पुगन्धलघुपदं समाहारद्वन्द्वः तस्य पुगन्धलघुपधस्य च पुगन्धलघुपधस्य च षष्ट्यन्तं पदं च अव्ययं पदं द्विपदमिदं सूत्रम् निदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः सार्वधातुक अर्थधातुकयोः इत्यस्य पूर्ण अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः इको गुणवृद्धिः इत्यनेन परिभाषासूत्रेण इकः स्थानी भवति यत्र स्थानी नोक्तम् अनुवृत्तिसहितसूत्रं पुगन्धलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक अर्थधातुकयोः अत्र पुगन्धलघुपदस्य च इति सूत्रं वदति उपधायां लघु इक् वर्णः अस्ति चेत् तत्र तत् इक् वर्णस्य गुणः भवति सार्वधातुके अर्थधातुके च प्रत्यये परे अत्र सूत्रस्य पूर्वं पृष्टवती खलु सूत्रमासीत् इष् गमीयमां चः इत्यनेन इष् धातोः इच्छा इति भवति षकारस्य स्थाने चकारः आगच्छति अनन्तरं चेच इत्यनेन ह्रस्वस्य तुकागमः इति भवति तर्हि इष् इत्यस्य ह्रस्वस्वरः इकारः अस्ति तर्हि तद् अनन्तरम् आगच्छति अत् वयं भुवादिगणे दृष्टात् अग्रे पठतु सर्वप्रथमं लोपोर्व्युर्वलिः छोः षुडन षुडनुनासिके च इत्यनयोर्मध्ये किं भवति इति द्रष्टव्यम् लोपोर्व्युर्वलि इत्यस्य प्राप्तिर्भवति चेत् छोः षुडनुनासिके च इति सूत्रे ऊठादेशः न कुत्रापि भविष्यति अतः सूत्रस्य अयं भागः निरवकाशः तदर्थं लोपोर्व्युर्वलि इत्यस्य अपवादः छोः षुडननासिके च अत्र वदति लोपोर्व्युर्वलि छोः षुडननासिके च एते द्वे सूत्रयोः मध्ये कस्य बलमस्ति इति वयं पश्यामः तत्र लोपोर्व्युर्वलि इति सूत्रं तत्र कार्यं करोति चेत् छोः षुडननासिके च इति सूत्रस्य प्राप्तिः कदापि न भविष्यति यत्र यत्र छोः षुडनासिके च इति सूत्रं कार्यं करिष्यति तत्र लोपोर्व्युर्वलि इति आगत्य कार्यं करिष्यति चेत् तत् सूत्रं निरवकाशः भवति अतः छोः षुडनासिके च इति सूत्रस्य बलम् अस्ति तत्तु लोपोर्व्युर्वलि इति सूत्रस्य अपवादः अस्ति कथं वक्तुं शक्नुमः अपवादसूत्रमिति केन कारणेन अत्र निमित्तानि कानि सन्ति लोपोर्व्युर्वलि इत्यस्य निमित्तानि निमित्तानि कानि इति सूत्रं वदति तत्र वल् प्रत्याहारे परे पूर्वं यत् यकारः वकारः अस्ति तस्य लोपोर्भवति इति अत्र छोः षुडननासिके च इति सूत्रं वदति तत्र अनुनासिकप्रत्यये परे अनुनासिकप्रत्ययाः बलि अन्तर्भूतानि सन्ति खलु वलि अन्तर्भूतानि सन्ति यद्यपि चकारस्य छोः इति अस्ति तर्हि चहित चकारस्यापि कार्यं भवति तथापि वकारस्य निरवकाशं भवति तत्र वकारः अपि अस्ति खलु यदि लोपोव्युर्वलि इति कार्यं करोति चेत् छोः इति वक्तव्यस्य आवश्यकता एव न भवति किमर्थम् इत्युक्ते अनुनासिकवर्णाः तु अन्तर्भूताः सन्ति वलि प्रत्याहारे तर्हि वकारस्य तत्र उक्तं यत् उक्तमस्ति तत्तु निरवकाशं भविष्यति अतः अपवादसूत्रम् इति वदामः. अस्तु भगिनि, धन्यवादः भगिनि. वसुधा भगिनी अग्रे पठतु. एकनिमिषं. लोपो सर्वप्रथमं लोपो व्योर्वलि तत्तु पठितं भगिनि. अग्रे अग्रे अस्तु भगिनि. ततः अग्रे चिन्तनीयं यत् छ्वोः षूडनुनासिके च पुगन्तलघूपदस्य च इत्यनयोर्मध्ये किं भवति. द्वयोः अपि अन्यत्र लब्धावकाशः, द्वयमपि अङ्गकार्यञ्च. पुगन्तलघूपदस्य इत्यस्य परत्वात् बलवत् स्यात्. सिव् योगे न पुगन्तलघूपदस्य च तत्र किं भवति. सेव् योगेन न भवति. तत्र चिन्तनीयमस्ति द्वयोः सूत्रयोः मध्ये किं भवति. द्वयोः सूत्रयोः मध्ये तत्र अवकाशः अस्ति. अनन्तरं तत्र तत्र किं भवति इत्युक्ते द्वयोः मध्ये एव अङ्गकार्यमेव. तत्र परत्वात् पुगन्तलघूपदस्य तु किं भवति इत्युक्ते तत्र प्रत्याहारः वल् प्रत्याहारः अनु मध्ये अनुनासिकन्यमगणनम् अस्ति. तथैव किं भवति इत्युक्ते तत्र तु इदानीं तु एतदेव अवकाशः अस्ति. इदानीं तु बलवत् पुगन्तलघूपद न छ्वोः षूडनुनासिके च एव बलवत् भवति. परन्तु तत्र किं भवति इत्युक्ते अनन्तरम् अस्माकं कृते किं भवति इत्युक्ते तत्र पुगन्तलघूपदस्य च इत्युक्ते तत्र तु इकारः तु इकारः लघु उपदास्य अस्ति. तथैव तत्र तु गुणः आगच्छति. सेव् इति भवति. सेव् प्लस् न भवति. अधुना अस्मिन् विषये इतोपि चिन्तनीयम्. इदानीम् अस्माकं स्थितिः अस्ति सेव् प्लस् सेव् योगेन न सिव् प्लस् न इति स्थितौ छ्वोः षुडनुनासिके च इत्यस्य किति निमित्तानि. वकारस्य अङ्गं स्यात् अपि च अनुनासिकादिप्रत्ययः परस्यात्. तत्र वकारः अङ्गम् इत्युक्ते तत्र तु सिव् अस्ति, तत् तु वकारः अङ्गम् अस्ति. अस्तु. अनन्तरं तु नकारः तु प्रत्ययः तत् उणादिप्रत्ययः अनुनासिकादिप्रत्ययः परस्यात्. अतः अस्य सूत्रस्य निमित्तद्वयं भवति. तदा अत्रैव निमित्तम् इत्युक्ते तस्य कारणं किं भवति इत्युक्ते तदा तदैव शिव् प्लस् न इति स्थितौ पुगन्तलघु उपदस्य इत्यस्य किति कति निमित्तानि. तत्र कौण्टिङ्ग् इदानीम् अस्ति. अङ्गम् अस्ति, पश्यामः. अङ्गम् अस्ति. अङ्गम् इत्युक्ते तत्र शिव् अस्माकम् अङ्गम् अस्ति. तत्र लघु उपदा अस्ति. अनन्तरं तु लघु अस्ति. तत्र ईकारः लघु ईकारः अस्ति. तत्र लक्षणा अपि सम्यक् अस्ति. अनन्तरं लघ्वी अस्ति, उपधा अस्ति, आर्धधात् किञ्चित् बहूनि संज्ञाः बहवः संज्ञाः सन्ति. तत्र प्रत्ययः इत्यनेन पञ्चनिमित्तानि नाम पञ्चसंज्ञाः अपेक्षिताः. तत्र किं भवति इत्युक्ते इक् न इक् न सिव् किं भवति. अङ्गसंज्ञा अपि आगच्छति. इक् संज्ञा, अनन्तरं लघुसंज्ञा अपि, उपधासंज्ञा, आर्धधातुकासंज्ञा. पुगन्तलघूपदस्य च इति अस्य अपेक्षया छ्वोः षूडनुनासिके च इत्यस्य अल्पनिमित्तिकत्वं भवति. तदर्थम् अन्या दृष्ट्वे छ्वोः षूडनुनासिके च अन्तरङ्गम्. तत्र किं भवति इत्युक्ते तत्र प्रथमसूत्रस्य क्रिये एतत् तु अन्तरङ्गसूत्रं भवति. अनन्तरं तु पुगन्तलघु लघु उपदस्य च बहिरङ्गसूत्रं भवति. एतत् इति कैयटः नाम्ना प्राचीनवैयाकरणस्य मतम्. एतत् अस्ति, एतत् तु कैयटमहोदय तु प्राचीनवैयाकरणस्य, तस्य अभिप्राये पुगन्तलघुपदस्य च बहिरङ्गम् अस्ति, अनन्तरं तु तत्र किं सूत्रमस्ति तत्र लोपो व्योर्वली तु नित्यसूत्रं भवति वा? न न न भगिनि, किम् इत्युक्ते अत्र सूत्रत्रयस्य प्रसक्तिः वर्तते खलु, यत्रस्य वियोगः न इति स्थितौ लोपो व्योर्वली कार्यं कर्तुं शक्नोति, छोः षोडनुनासिके च कार्यं कर्तुं शक्नोति, पुगन्तलघुपदस्य च, तस्यापि प्रसक्तिः अस्ति. इदानीं कस्य प्राप्तिः अस्ति इति द्रष्टव्यम्. अत्र आदौ किं स्वीकुर्मः, लोपो व्योर्वलि छोः षोडनुनासिके च इति सूत्रद्वयं स्वीकृत्य पश्यामः. द्वयोः छोः षोडनुनासिके च तु अपवादम् अपवादसूत्रं भवति. तर्हि तस्य लोको रिवोल्वर् इदानीं त्यजामः, तत्तु किमर्थमित्युक्ते तत्र अवकाशः न मिलति न त्यजामः चेत्, एतत् सूत्रं तु निरर्थकं भवति. तर्हि अधुना कस्य कस्य अधुना तानि के किं सूत्रं कार्यं कर्तुम् इच्छति, छोः षोडनुनासिके च पुगन्तलघुपदस्य च, एतयोः मध्ये कस्य बल अधिकम् अस्ति इति द्रष्टव्यं भवति खलु. तत्र मम मते किं भवति इत्युक्ते सिव् प्लस् न सिव् इत्युक्ते तत्र तु अङ्गकार्यम् अस्ति. बहिरङ्गं कथं भवति तत्र न अवगतं भगिनि. अहं वदामि. भगिनि अवगतवती एव, किम् इत्युक्ते छोः षोडननासिके पुगन्तलघुपदस्य चेति द्वयोः सूत्रयोः इदानीं कार्यम् अस्माभिः द्रष्टव्यं भवति, किं सूत्रं बलवद् भवति इति. तर्हि कैयटः इति एकः वैयाकरणः वदति, तस्य मतमस्ति किम् इत्युक्ते पुगन्तलघुपदस्य इत्यस्य कानि कति निमित्तानि, पञ्चनिमित्तानि सन्ति, पञ्चनिमित्तानि इति वयमपि द्रष्टुं शक्नुमः खलु, पञ्चनिमित्तानि सन्ति. छोः षोडनुनासिके इत्यस्य कति निमित्तानि, छोः षोडनुनासिके नकारः तु अनुनासिक अस्ति, अनन्तरं तु द्वयः अस्ति छोः. किमपि वदति वा कस्य भगिनि, अत्र पञ्चनिमित्त न पञ्चमी उदाहरणं वदामि भगिनि. तत्र पश्यतु सिव् प्लस् नास्ति, तत्र सिव् तु अङ्गसंज्ञा अस्ति, तत् एकम् अङ्गम् अस्ति, यस्मात् प्रत्ययविधिः तदादि प्रत्ययङ्गम्. अनन्तरं तु तत्र किम् अस्ति इत्युक्ते तत्र इक् संज्ञा अपि अस्ति. अनन्तरं तत्र पश्यतु तथैव सिव् एव वकारः तु, वकारः इक् संज्ञा वा? वकारः इक् संज्ञा इति न, सिव् इति अस्माकम् अधुना पुगन्तलघुपदस्य च इत्यस्य पूर्ण अनुवृत्तिसहितसूत्रं किम् अस्ति, पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वदात् खादतु, तर्हि लघु इकारः इक् प्रत्याहारे अस्ति खलु, सकारोत्तर इकारः इक् अस्ति. अनन्तरम् अस्ति तत्र इकारः सकारोत्तः इकारः लघुसंज्ञा अस्ति, तत् तु तृतीयम्. अनन्तरम् अस्ति तत् इकारः उपधा अस्ति, उपधा इति वकारः तु तत् पेनल्टिमेट् अस्ति, अनन्तरम् अस्ति उपधासंज्ञा अपि अस्ति इकारः. अनन्तरम् अस्ति तत् तु आर्धधातुकसंज्ञा, तिंशित् नास्ति, अस्तु आर्धधातुकसंज्ञा अपि. तदैव सिव् अस्ति, इदानीं तु पञ्चनाम्ना भवति, सिव् पञ्चनाम्ना इति अस्ति, यत्र पुगन्तलघुपदस्य इति सूत्रस्य पञ्चनिमित्तानि इति सन्ति. अस्तु अस्तु, सूत्रस्य एव पञ्चनिमित्तानि. अधुना अस्माकं कार्यमस्ति स्त्रियोगः न, तत्र पुगन्तलघुपदस्य इत्यस्य पञ्चनिमित्तानि अत्र सन्ति. छोः षोडननासिके च इत्यस्य निमित्तद्वयम् अत्र अस्ति, नित्रद्वयमेव भवती अस्ति खलु, द्वयमपि अत्र अस्ति. तर्हि हयतः किं वदति इत्युक्ते यस्य सङ्ख्या अधिकं भवति, निमित्तानि अधिकानि भवन्ति, तर्हि तत् बहिरङ्गम् इति तस्य मतं. तर्हि सः वदति पुगन्तलघुपदस्य च इत्यस्य निमित्तानि अधिकानि सन्ति, अतः पुगन्तलघुपदस्य च बहिरङ्गं, स्वघोषणनास्तिके च अन्तरङ्गम् इति तस्य मतम्. तादृशचिन्तनं तस्य अवगतं. कौण्ट् अग्रे गत्वा कौण्ट् एवं मत्वा एव सः वदति, किन्तु अग्रे उक्तमस्ति. अनन्तरं भाष्यकारस्य कः अभिप्रायः, पतञ्जलिः कः अभिप्रायः, नागेशस्य कः अभिप्रायः, अग्रे तदस्ति. सः तु प्राचीनव्याकरणः अस्ति कैयटः इति, तस्य मतम् अधुना जनैः न अङ्गीक्रियते. अस्तु अग्रे पठामि वा. अस्तु भगिनि, प्रायः अन्यः. धन्यवादः भगिनि. मीना भगिनी पठति वा. आं भगिनि, अत्र प्रथमतया अन्तरङ्गस्य प्रसङ्गे निमित्तं नाम किम् इति निश्चेतव्यम्. अर्थकृतनिमित्तं वा, संज्ञाकृतनिमित्तं वा, शब्दकृतनिमित्तं वा इति ज्ञेयम्. अस्मिन् विषये च महती चर्चा भवति. अत्र अन्ततो गत्वा नागेशः इति नवीनवैयाकरणस्य मतम् अद्यत्वे स्वीक्रियते. तस्य मतं तु भाष्यकारस्य पातञ्जलेः एव इति अङ्गीकारः. नाम यथा नागेशस्य चिन्तनं तथैव भाष्यकारस्यापि. भाष्यकारस्य चिन्तनं किं, किमर्थं तथा च इत्यपि नागेशः प्रदर्शयति. अन्तरङ्गस्य प्रसङ्गः इति कथनसमये निमित्तम् इति किम् इति स्पष्टं ज्ञातव्यम्. निमित्तम् अर्थकृतनिमित्तं, संज्ञाकृतनिमित्तं, शब्दकृतनिमित्तम् इति त्रयः अंशाः भवितुमर्हन्ति खलु. इदानीं पूर्वं यत् कैयटः उक्तवान् यत् तत्तु सङ्ख्याकृतं निमित्तमिति महोदयेन उक्तवान् गतसप्ताहे. तत्र अङ्गम् इत्यक्षणम् इति, अङ्गम् इति एकं संज्ञापि भवति खलु तस्य. तर्हि तादृश संज्ञानिमित्तीकृतं कैयटस्य. अधुना अर्थनिमित्तकत्वं, शब्दकृतनिमित्तकत्वं किम् इति अस्माभिः द्रष्टव्यं भवति अग्रे उक्तम्. अग्रे द्रक्ष्यामः. परन्तु शब्दकृत निमित्तमेव तद् अग्रे आगच्छति. नागेशः इति परिभाष इन्दुशेखरस्य शेखरः कृतवान्, तस्य मतम् एव पतञ्जलेः मतं, तदेव अधुना अङ्गी अधुना वैयाकरणाः स्वीक्रियन्तः. अग्रे पठामि. सारांशः अत्र उच्यते. व्याकरणशास्त्रं शब्दशास्त्रमेव, नाम व्याकरणशास्त्रे शब्दस्य प्राधान्यं. शब्दः नाम कः, वर्णः पदं चेति, यस्य ध्वनिः भवति अथवा यः ध्वनिः एव अस्ति. अर्थः तस्मात् भिन्नः, संज्ञा च तस्मात् भिन्ना. शब्दः अर्थवान् भवति, अर्थविशिष्टः भवति. अतः अर्थः शब्दस्य विशेषणं, शब्दः एव विशेष्यः. स च शब्दः व्याकरणस्य प्रमुखविषयः. तदर्थम् असिद्धं बहिरङ्गम् अन्तरङ्गे इति परिभाषायाम् अङ्गशब्देन शब्दरूपिनिमित्तस्य ग्रहणम्. तात्पर्यम् एवं यत् अन्तरङ्गं बहिरङ्गम् इत्यनयोः अङ्गशब्देन शब्दरूपिनिमित्तं स्वीक्रियते. शब्दमेव प्राधान्यम् इति किमर्थं चेत् अर्थः संज्ञा च शब्दस्य शब्दः एव विशेषः. अतः अङ्गम् इति शब्देन शब्दरूपिनिमित्तमिति वयं विशेषणमस्ति इति अत्र महोदय अत्र चर्चितं. व्याकरणशास्त्रे शब्दस्य एव साधारणता भवति. किमर्थम् इत्युक्ते शब्दः इति अत्र किम् इति उक्तमस्ति, वर्णः वा पदं वा भवतु तद् शब्दः इति, तस्य शब्दः इति संज्ञा भवति. यस्य ध्वनिः वा अथवा अथवा यः ध्वनिः अस्ति तदेव शब्दः इति. किन्तु अर्थः इत्युक्ते किं, यत् शब्दः अस्ति तस्य वयं जानीमः खलु भिन्नः अस्ति, संज्ञा इत्यपि भिन्नः अस्ति. अधुना शब्दस्य एव अर्थः भवति खलु, शब्दः तु शब्दः, ध्वनिः अस्ति, शब्दस्य अर्थः भवति. तर्हि शब्दः इति शब्दः इति विशेष्यं भवति, अर्थः इति विशेषणं भवति. अर्थवान् आगच्छति न, अर्थवान् अस्ति इति संशयः नास्ति खलु. अनन्तरम् उक्तमस्ति असिद्धं बहिरङ्गम् अन्तरङ्गे, बहिरङ्गम् अन्तरङ्गे इति. असिद्धम् इत्युक्ते न पश्यति एव, अन्तरङ्गसूत्रं बहिरङ्गसूत्रं न पश्यति एव, असिद्धम् इत्युक्ते न पश्यति एव. एतावत्पर्यन्तं किमपि प्रश्नः अस्ति वा, कोऽपि प्रश्नः अस्ति वा कस्यापि? अस्तु, धन्यवादः, धन्यवादः भगिनी. पुष्पा भगिनी अग्रे पठति वा? उदाहरणार्थम् अत्र शिव योगः न इति स्थितौ अङ्गसम्बन्धित्वम् इक्त्वं लघुत्वम् उपधात्वम् एतत् सर्वं संज्ञानां भेदेपि अपेक्षमाणः शब्दः तु शिव इत्येव. अतः वस्तुतः अत्र शब्दस्य एकस्य एव अपेक्षा वर्तते अङ्गसङ्गकस्य. शब्दशास्त्रे शब्दस्य एव प्राधान्यात् सप्तम्यन्ततया वा पञ्चम्यन्ततया वा निमित्ततया उपास्तः शब्दः किम् एको आगच्छति अन्तरङ्गं बहिरङ्गम् इत्यनयोः अत्र अधुना तु अस्ति अङ्गशब्देन कुर्मः. हलो, अस्तु ओके, ऐ एम म्यूटेड एवरीबडी. सर्वेषामपि श्रूयते भगिनि? आं श्रूयते भगिनि. न तु अर्थः संज्ञा वा. अत्र उदाहरणार्थम् अत्र शिव योगः न इति स्थितौ चेत् अङ्गसम्बन्धित्वम् इक्त्वं लघुत्वम् उपधात्वम् एतत् सर्वं संज्ञानां भेदे इति अपेक्षमाणः शब्दः शिव् शिव् इति एव अधुनैव दृष्टवन्तः शिव् इति शब्दः अस्ति किन्तु तस्य संज्ञा भवति किम् अङ्गसम्बन्धित्वं भवति इति अङ्गम् इति तस्य संज्ञा भवति लघु इक् इति संज्ञा इक् प्रत्याहारः इति वर्णः इकारः तर्हि इक् संज्ञा तस्य भवति लघुत्वमपि तस्य संज्ञा भवति एतत् सर्वं संज्ञमेव सन्ति किन्तु शब्दः तु सिद् इति एव अस्ति एकः एव अतः वस्तुतः शब्दस्य एकस्य एव अपेक्षा वर्तते अङ्गसंज्ञानेन किमपि लाभः नास्ति अत्र अत्र अस्माकम् अत्र प्रमुखविषये किम् अस्ति इत्युक्ते ह्रस्व इकारः अस्ति अस्मिन् शब्दे इति एव प्रधानता तत्र प्रधानता भवति इत्यपि संज्ञा एव अस्ति इत्यस्य साक्षात् किमपि अन्य गुणः नास्ति खलु तर्हि शब्दस्य एव प्रमुखता भवति अत्र तत् अनन्तरं वयं तु अचि इकि इति वदामः तस्य तु सप्तम्यन्तं तया वा यत्र वयं शुना इति वदामः तदपि उपयोगम् इदानीं तृतीयविभक्ति कुत्र उपयोगं कुर्मः शुनाशुः इति वदामः शुः इति अदेन् गुणः इति वदामः आत् आत् परे अक्षिपरे गुणः भवति तर्हि पञ्चमन्तरे यावत् तस्य किमपि अर्थः नास्ति शब्दस्य एव अत्र प्रमुखता भवति इति तत्र उक्तम् संज्ञा इत्यस्य किमपि अन्य प्रयोजनं नास्ति अर्थः न तु अर्थः संज्ञा अस्तु अस्तु भगिनि धन्यवादः भगिनि रामप्रियपतिवा स्टार् सिक्स् करोतु भगिनि श्रूयते वा भगिनि आमां दृष्टान्ते इको यनचि इति सूत्रे तस्मिन् इति निर्दिष्टे पूर्वस्य इत्यनेन अच् अच् व्यवहित पूर्वस्य इकः यणादेश अच् अव्यवहितपूर्वस्य इकः यणादेशो भवति अचि इति सप्तम्याम् अस्ति अनेन शब्दरूपनिमित्तत्वे ग्राह्यं न तु संज्ञारूपनिमित्तम् संज्ञा न शब्दः संज्ञायाः इदमेव कार्यं संज्ञिनं विशेषयति अच् इति संज्ञा तत्र किन्तु अच् इति संज्ञा विशिष्टसंज्ञी अपेक्षते अपि योगः अस्ति अप्यस्ति इत्यस्मिन् अकारः संज्ञी इति योगः उपस्थितम् इत्युपस्थितम् इत्यस्मिन् उकारः संज्ञी तस्य च उकारस्य संज्ञा अच् अतः अचि इति पदं संज्ञीपदं न तु संज्ञापदम् अत्र संज्ञी उकारः निमित्ततया आश्रितः न तु संज्ञा अयम् उकारः शब्दः सूत्रेषु सप्तमी अन्ततया वा पञ्चमी अन्ततया वा यः निमित्ततया गृह्यते स च शब्दः न तु संज्ञा वा अतो वा अत्र इको यणचि इति सूत्रे इकः यन् अचि तस्मिन् इति निर्दिष्टे पूर्वस्य इति इकः स्थाने यण् आदेशो भवति इति अचि परे इति अस्ति अचि अत्र तु सप्तमी अन्तमस्ति अनेन शब्दरूपं निमित्तमेव ग्राह्यं न तु संज्ञारूपनिमित्तम् अचि इत्युक्ते शब्दमेव एव ग्रहणीयं न तु संज्ञा संज्ञा तु संज्ञा इत्युक्ते नामकरणं तत्तु शब्दः नास्ति संज्ञायाः इदमेव कार्यं संज्ञिनं विशेषयति. संज्ञायाः कार्यम् अस्ति संज्ञिनं विशेषयति इत्युक्ते संज्ञि तस्य विशेषणं भवति इति. अच् इति संज्ञा तत्र, किन्तु अच् इति संज्ञा विशिष्टसंज्ञी अपेक्षते. अच् इत्युक्ते तद् विशिष्टसंज्ञी एव अपेक्षते. उदाहरणं द्वौ अस्ति अत्र, अपि अपि योगः अस्ति अत्र, अपि अप्यस्ति अत्र तु अकारः द्वितीय अकारः संज्ञी अस्ति, संज्ञी अस्ति. इति योगः उपस्थितम् अत्रापि उकारः संज्ञी अस्ति. उकारस्य दत् संज्ञा नामकरणमस्ति अच् अच् प्रत्याहारः इति. अतः अच् इति पदं तु संज्ञीपदं, संज्ञापदं नास्ति, तत्तु संज्ञीपदम् अस्ति. अयम् उकारः शब्दः. सूत्रेषु सप्तमी अन्ततया पञ्चमी अन्ततया इति वा यः निमित्ततया गृह्यते स तु शब्दः, संज्ञा वा अर्थः वा नास्ति. तर्हि प्रश्नः नास्ति खलु एतावत् पर्यन्तं? नास्ति भगिनि. मणिमहोदयस्य महोदय. आम् शृणोमि महोदय. संज्ञा अर्थः जानामि. संज्ञा इति, संज्ञा इत्युक्ते नामकरणं. यस्य संज्ञा भवति तत् संज्ञी इति. यस्य संज्ञा भवति तस् संज्ञी. संज्ञा महोदय. तर्हि अत्र संज्ञा अच् इति संज्ञा अस्ति, अच् इति प्रत्याहारः अस्ति, संज्ञा अस्ति. तर्हि तस्य महत्त्वं किमपि नास्ति खलु. यदि शब्दस्य शब्दे अत्र अपि इति अस्ति तर्हि अत्र क्षम्यतां प्रतिध्वनिः श्रूयते महोदय, महोदयस्य कनेक्षन् तः किञ्चित् हेड्सेट् हेड्सेट् धरति चेत् प्रायः सम्यक् भवति. तर्हि अत्र अचि इति किमपि तस्य महत्त्वं किमपि नास्ति. अस्ति इत्यस्य अकारः यत् अस्ति तस्य एव महत्त्वं भवति. अकारः नास्ति चेत् अचि इति संज्ञा एव न भवति खलु. तर्हि अचि इति प्रत्याहारः अस्ति, संज्ञा अस्ति, किन्तु अत्र अस्ति इति शब्दस्य प्रथमवर्णः वा पदं वा शब्दः इति वदामः, अत्र अकारस्य महत्त्वं भवति. अस्ति इति पदस्य अकारस्य महत्त्वं भवति, तत् संज्ञी भवति. अग्रे पठतु महोदय. संज्ञा इत्यस्य उदाहरणं दृष्टम्. अधुना अर्थस्य श्रीलिङ्गे त्रिशब्दः योः आम् प्रत्ययः त्रिषूणां त्रिचतुर्स्त्रियां दुसृचत्वं चतुर्षु सदर्षु तिसृ सदर्षु इत्यनेन स्त्रियां श्रीस्थाने तिसृ, चतुस्थाने सदस्रु. विभक्तिसंज्ञा प्रत्यये परे विभक्तिसंज्ञा प्रत्यये परे नामी इत्यनेन अजन्त अङ्गस्य दीर्घः भवति नामी परे. रामाणां न तिसृ सदस्यु इत्यनेन तिसृ सदस्रु इत्यनयोः नामी दीर्घः न भवति न तिसृ सदस्यु इति सूत्रं नामी इत्यस्य बाधकसूत्रं. त्रियोग आम् इति स्थितौ त्रयस्त्रयः इत्यनेन त्रयोदेशः त्रिशद्रो स्त्रियां तिसृ सदस्रु इत्यनेन दिशु आदेशः द्वयोः प्रसक्तिः द्वयोः अन्वयः लब्धावकाशे वर्तते अतः परत्वत्वात् दिशु आदेशस्ति प्राप्तिः अत्र ह्रस्व न अद्यापो नुड् इत्यनेन ह्रस्वत् ह्रस्वत् अङ्गात् आम् प्रत्ययस्य नुड् आगमः दिशु योग नाम तदा नामी इत्यनेन आदिश्य स्त्रिय दीर्घत्वं निमित् निषत्य न दिशु सदस्रु इत्यनेन दिशूणाम् इति रूपं महोदय न जानामि महोदय सहायं करोतु महोदय सुब्रह्मण्य महोदय अस्ति वा इदानीं श्रूयते वा भगिनि अत्र संज्ञा इत्यस्य उदाहरणं दृष्टम् अधुना अर्थस्य इति किम् इति चर्चयामः अत्र उदाहरणमस्ति स्त्रीलिङ्गे त्रिशब्दः अत्र त्रियोगः आम् प्रत्ययः तिसृणाम् इति रूपं निष्पन्नं भवति अत्र त्रिचतुरो स्त्रियां तिसृ चतसृ इति सूत्रेण स्त्रियां त्रिस्थाने तिसृ चतुः स्थाने चतसृ इति अस्तु भगिनि धन्यवादः भगिनि चतुर्स्थाने चतसृ अत्र विभक्तिसंज्ञक प्रत्यये परे अत्र इत्युक्ते अत्र विभक्तिसंज्ञकप्रत्ययः पूर्वं यदि त्रि इति अङ्गमस्ति तस्य स्थाने स्त्रीलिङ्गे तिसृ इति आदेशः भवति तत्कारणात् तथा एव चतुर् इति स्थाने चतसृ इति आगच्छति अनन्तरम् अत्र नामी इति अन्यसूत्रमस्ति तस्मात् अजन्त अङ्गस्य दीर्घः भवति नामी परे अत्र यथा रामयोगः आम् अस्ति अत्र रामाणाम् इति षष्ठीविभक्तौ बहुवचनरूपं निष्पन्नं भवति परन्तु अत्र एकनिमिषं महोदय प्रायः अहं म्यूट् करिष्यामि सर्वेषां किञ्चित् प्रतिध्वनिः अस्ति अत्र महोदय अनन्तरं स्टार्ट् करोति यत् कृपया सुब्रह्मण्य महोदय कृपया स्टार्ट् करोतु सुब्रह्मण्यमहोदय स्टार् सिक्स् नोदयतु महोदय न श्रूयते महोदय प्रायः अहमेव अन्म्यूट् कृतवती कृपया स्वयं स्टार् सिक्स् कृत्वा म्यूट् कुर्वन्तु कुत्रचित् प्रतिध्वनिः शृणोमि नमस्कारः भगिनि इदानीं इदानीं श्रूयते आं महोदय अत्र अहं प्रतिध्वनिः अपि यद्यपि कृतवान् तथापि अन्म्यूट् न भवति भगिनि एकनिमिषम् अहं पुनः करोमि एकनिमिषं स्थित्वा अनन्तरं महोदय करोतु अधुना करोतु महोदय, स्थापयति कृतवान्, इदानीं श्रूयते वा? अत्र नामी इत्यस्य प्रसक्तिः अस्ति. नामी इत्यस्य प्रसङ्गे अत्र यत्र षष्ठीविभक्ति बहुवचने रामशब्दः अस्ति, रामयोगः आम् अत्र रामाणां भवति. अत्र दीर्घः अजन्ताङ्गस्य राम इत्यस्य अजन्ताङ्गस्य दीर्घः भवति नामिपरे. परन्तु न तिसृ चतसृ इति सूत्रतः अत्र किं भवति इत्युक्ते नामी इत्यस्य बाधकसूत्रं भवति. तत्कारणात् अत्र दीर्घं न भवति, यथा तिसृ इति आगच्छति अत्र. यदि भवेत् रूपं कथं स्यात्? किं भगिनि? यदि भवेत् चेत् न तिसृ चतस्रति सूत्रम्? अत्र तिसृणां भवति प्रथमम्. इदानीं तु यदि बाधकसूत्रं नास्ति चेत् नास्ति तर्हि तिसॄणां भवति, दीर्घरुकारः आगच्छति अत्र. तथा न भवति. त्रियोगः आम् इति स्थितौ त्रेस्त्रयः इत्यनेन त्रयादेशः इत्युक्ते अत्र त्रिस्थाने त्रयः आदेशः भवति. चतुरोस्त्रियां तिसृ चतसृ इत्यनेन तिसृ आदेशः द्वयोः प्रसक्तिः. अत्र किञ्चित् एकवारं भगिनि. त्रियोगः इति स्थितौ त्रेस्त्रयः इत्यनेन त्रयादेशः. अनन्तरम् अत्र त्रिचतुरोस्त्रियां तिसृ चतसृ इत्यनेन त्रिसृ आदेशः. अत्र सूत्रद्वयमस्ति. प्रथमं तु अत्र अस्ति त्रियोगः आम् इति स्थितौ त्रेस्त्रयः इत्यनेन त्रयादेशः. परन्तु अत्र अन्यसूत्रमस्ति त्रिचतुरोस्त्रियां तिसृ चतसृ. तस्मात् अत्र त्रिस्थाने तिसृ आदेशः भवति, द्वयोः प्रसक्तिः अस्ति. अत्र द्वयोः अन्यत्र लब्धावकाशः अपि अस्ति. अतः परत्वात् तिसृ आदेशस्य प्राप्तिः इत्युक्ते अत्र त्रिचतुरोस्त्रियां तिसृ चतसृ इत्यस्य प्राप्तिः भवति. अत्र ह्रस्वनद्योपो नुट् इत्यनेन ह्रस्वात् अङ्गात् आम् प्रत्ययस्य नुट् आगमः. अत्र तिसृयोगः नाम् तदा नामि इत्यनेन आदिष्टस्य दीर्घत्वं निषिध्यते, न तिसृ चतसृ इत्यनेन तिसृणामिति रूपम्. अत्र अन्यसूत्रमस्ति ह्रस्वनद्यापो नुट्. ह्रस्वनदिया नदी, नदी इत्युक्ते अत्र स्त्रीलिङ्गविषय स्त्रीकृते अस्ति. नुट् अत्र तत् किमस्ति इति अत्र इत्युक्ते अत्र ह्रस्वरुकारः अस्ति. अनन्तरम् अत्र नकारः कथम् आगच्छति इति तस्य प्रसक्तिः भगिनि अत्र. अत्र आदौ तु स्त्रीयोगः आम् इति एव आसीत्. आम् इति कथं नाम् इति भवति इति अत्र अत्र प्रथमं तु अत्र त्रियोगः आम् इति विषये त्रिचतुरोस्त्रियां तिसृ चतसृ इत्यस्य प्राप्तिः भवति. तत्कारणात् अत्र तिसृयोगः आम्. अनन्तरम् अत्र ह्रस्वनद्यापो नुट् इत्यतः अत्र ह्रस्वरुकारः अस्ति, तत्कारणात् अकारस्य स्थाने अत्र आद्यन्तौ टकितौ इत्यस्मात् अत्र आदौ नकारः आगच्छति इति वा भगिनि? तत्कारणात् अत्र तिसृयोगः न योगः आम्, तिसृयोगः नाम, तिसृणाम्। अत्र तदा नामी इत्यनेन आदिष्टस्य दीर्घत्वं निषिध्यते न तिसृ चतसृ इत्यनेन, तिसृणाम् इति रूपं। यद्यपि अत्र न तिसृ चतसृ इति सूत्रम् अस्ति तस्य कार्यं न भवति, परन्तु अन्यसूत्रतः अत्र तिसृणाम् इति भवति इति दत्तमस्ति। तत्सूत्रं तु ह्रस्वनद्यापो नुट् इति अस्ति। धन्यवादः महोदय। रश्मि कार्यं करोति वा? यत्र यत्र आगमः भवति, आगमः भवति तर्हि आद्यन्तौ टकितौ इत्यनेन पूर्वं वा परं वा आगच्छति। कस्य पूर्वं कस्य परम् इति स्थानी इत्यस्य पूर्वं वा स्थानी इत्यस्य परं वा आगच्छति। यत्र चित् अस्ति चेत् स्थानी इत्यस्य पूर्वं, चित् अस्ति चेत् स्थानी इत्यस्य परम् आगच्छति। कित् पूर्णसूत्रं दृष्ट्वा एव वयं वक्तुं शक्नुमः, अनुवृत्तिसहितसूत्रं दृष्ट्वा एव कः स्थानी अस्ति इति दृष्ट्वा एव वक्तुं शक्नुमः पूर्णतया निश्चितरूपेण। किन्तु यत्र यत्र आदौ वा अनन्तरं वा आगच्छति तर्हि टित्वा कित्वा अस्ति चेत् अत्र नुट् इति टित् अस्ति खलु, तर्हि आद्यन्तौ टकितौ इत्यनेन अत्र नुवागमः नकारः आगमः। अत्र आदौ भवितुम् अर्हति, अनन्तरं भवितुम् अर्हति, नो चेत् अन्त्यात् परः अपि भवितुम् अर्हति। यत्र नुम् इति मित् अस्ति चेत् अन्त्यात् परः आगच्छति, चित् अस्ति स्थित् अस्ति चेत् आदौ स्थानी इत्यस्य आदौ आगच्छति, चित् अस्ति चेत् स्थानी इत्यस्य अनन्तरम् आगच्छति। अग्रे गत्वा पश्यामः भगिनि, अत्र पूर्णतया महोदयेन दत्तं नास्ति सूत्र, अनुवृत्तिसहितसूत्रं न दत्तं, तर्हि यत्र पूर्णतया दत्तमस्ति तत्र पश्यामः चेत् बहु सम्यक् स्पष्टः भवति। तत्र रश्मि भगिनि पठति वा? अस्यां प्रक्रियायां तत्रैव किल? आम्, अस्यां प्रक्रियायां त्रिचतुरो स्त्रियां तिसृचतसृ इत्यस्मिन् स्त्रियाम् इत्यस्य अर्धनिमित्तकत्वं स्वीक्रियते चेत् तिस्र आदेशः तिस्र आदेशविधायकशास्त्रं बहिरङ्गं भवति त्रयस्त्रयः इति त्रयादेशः विधायकशास्त्रं प्रति। अनेन कारणेन अन्तरङ्गत्वात् त्रयादेशस्य प्राप्तिः। अस्यां दशायां तिस्र आदेशस्य अभावात् तिस्र आदेशस्य दीर्घत्वप्राप्तिः अपि न भवति, तस्मात् च दीर्घत्वस्य निषेधकसूत्रं न तिसृचतसृ व्यर्थं तन्न भवेत्। अत्र वदति एतत् भगिनी, अत्र तु अत्र अत्र अस्माकम् अधुना महोदयेन उक्तं साक्षात् किं भवति इति महोदयेन पूर्वं सुब्रह्मण्यमहोदयेन उक्तं, किन्तु अस्माकम् इदानीं चर्चा किमस्ति, अर्थनिमित्तकत्वं वयं स्वीकुर्मः चेत् कथं भवति अस्माकं चिन्तनम् इति अत्र महोदयेन अत्र उक्तमस्ति, कल्पितमस्ति, कल्पना अस्ति यत्र यत्र वयं साक्षात् वयम् अर्थनिमित्तकत्वं वयं न स्वीकुर्मः, शब्दनिमित्तकत्वमेव स्वीकुर्मः। किन्तु यदि वयम् अर्थनिमित्तकत्वं स्वीकुर्मः चेत् अस्माकं चिन्तनं कथं भविष्यति? अर्थः इत्यस्य स्त्रियाम् इत्येव अर्थ स्त्रियाम् इत्यस्य एव अर्थः भवति खलु, अन्यस्य शब्दस्य किमपि कस्यापि निमित्तस्य कस्यापि अर्थः न भवति. तर्हि अत्र सूत्रत्रयं वर्तते, त्रयस्त्रयः इति सूत्रस्य प्रसक्तिः अस्ति, त्रिचतुरो स्त्रियां तिसृचतस्रो इति सूत्रमपि वर्तते. अस्माकं कार्यमस्ति स्त्रीयोगः आम् इति विषये, स्त्रीलिङ्गस्य विषये. तर्हि अधुना त्रयस्त्रयः इत्यस्मिन् तु अर्थनिमित्तकत्वं कस्यापि नास्ति, किमपि नास्ति. तर्हि शून्यमस्ति अत्र. अनन्तरं द्वितीयसूत्रमस्ति त्रिचतुरो स्त्रियां तिसृचतस्रो इति सूत्रे तु स्त्रियाम् इति शब्दस्य अर्थः भवति खलु, तत्तु शब्दः अस्ति, तस्य अर्थः भवति स्त्रीलिङ्गस्य विषये इति विषयसप्तमी भवति. तर्हि अधुना त्रिचतुरो स्त्रियां तिसृचतस्रो इति सूत्रस्य अर्थनिमित्तकत्वं तु एकमेव अस्ति खलु, एक अर्थनिमित्तमस्ति तत्र. तर्हि यदि वयम् अर्थनिमित्तकत्वं स्वीकुर्मः चेत् कस्य बलम् अधुना अधिकं भवति? यस्य अर्थनिमित्तकत्वम् अस्ति तत् भवति बलवत्. न यस्य अर्थनिमित्तकत्वं न्यूनमस्ति तत् बलवत् भवति खलु. निमित्तानि बहिरङ्गम् इत्युक्ते यस्य निमित्तानि बहूनि सन्ति तत् बहिरङ्गं, बहिः अस्ति. अधुना स्त्रियाम् इति बहिः अस्ति, ते स्त्रियः इति मध्ये अस्ति, स्त्रियाम् इति विषयसप्तमी अस्ति, ते स्त्रियः इति अन्तरङ्गमस्ति. किमर्थम् इत्युक्ते तस्य निमित्तानि तु अन्तर्भूताः सन्ति खलु. तर्हि तादृशसद यदि वयम् अर्थनिमित्तकत्वं स्वीकुर्मः चेत् ते स्त्रयः इत्यस्य बलम् अधिकं भवति खलु. तर्हि अन्तरङ्गसूत्रं भवति. तर्हि अन्तरङ्गसूत्रं भवति चेत् अधुना न तिसृचतस्रो इत्यस्य आवश्यकता वर्तते वा? तिसृ एव न अभवत्, चतुसृचतिसृ न भवति एव. किमर्थमित्युक्ते ते स्त्रयः कार्यं करोति, अन्तरङ्गसूत्रं भवति द्वयोः मध्ये, अन्तरङ्गसूत्रं तु ते स्त्रयः भवति. तर्हि न तिसृचतस्र इत्यस्य आवश्यकता एव न वर्तते, निरवकाशं भविष्यति, व्यर्थं भवति खलु, सूत्रमेव न भवति. तर्हि तत्तु न भवतु, तथा न भवतु इति चिन्तनमस्ति अस्माकं. संशयः नास्ति खलु एतावत्पर्यन्तं? चिन्तनमेव आसीत् एतत्, एतस्यां पङ्क्त्यां तु चिन्तनं भिन्न इत्यस्य चिन्तनम् आसीत् अर्थनिमित्तकत्वम् इति स्वीकृत्य, अर्थनिमित्तकत्वम् इति स्वीकृत्य. अधुना अवगतं भगिनि. अस्तु भगिनि, पूर्वतनपङ्क्त्यां यत् आसीत् तस्यैव साक्षात् यत् भवति, तादृश अस्माकं चर्चा आसीत् स्त्रीयोगः आम् इति स्थितौ. अधुना स्त्रीयोगः नाम् इति भवति, स्वस्वनद्यापो नुट् इत्यनेन नुटागमः भवति. तर्हि त्रियोगः नाम् इति भवति. अधुना सूत्रत्रयं कार्यं कर्तुं शक्नोति, त्रयस्त्रयः त्रिचतुरो स्त्रियां तिसृचतुस्र इति. यदि ते स्त्रयः इति कार्यं करोति चेत् नामी इत्यनेन दीर्घत्वं भवति. किन्तु यदि चतुरो स्त्रियां तिसृचतुस्र इति सूत्रं कार्यं करोति चेत् न तिसृचतुस्र इत्यनेन दीर्घत्वं न भवति इति चिन्तनम् आसीत्. अधुना किम् इत्युक्ते तत्तु प्रश्नः एव आसीत्, अधुना चर्चा एव न जाता, तस्य बलम् अधिकम् इति चर्चा न जाता. सूत्रद्वयमस्ति, एकमस्ति चेत् दीर्घत्वं भवति, अन्यत् अस्ति चेत् एकमस्ति चेत् त्रयः इति आगच्छति, अनन्तरं दीर्घत्वं भवति. द्वितीयमासीत् तिसृ इति भूत्वा दीर्घत्वं न भवति. इदानीं एकनिमिषः अधुना किम् इत्युक्ते तर्हि सूत्रत्रयस्य मार्गद्वयं वर्तते. अधुना कः मार्गं स्वीकुर्मः इति वयम् एतावत्पर्यन्तं न चिन्तितवन्तः. तर्हि यदि वयम् अर्थनिमित्तकत्वम् इति स्वीकृत्य अस्माकं चिन्तनं भविष्यति चेत् त्रयस्त्रयः इत्यस्य इति अन्तरङ्गसूत्रं भविष्यति. किमर्थम् इत्युक्ते अर्थभूतत्वं किमपि नास्ति. स्त्रियामिति अर्थभूतत्वं त्रिचतुरो स्त्रियां तिसृचतुस्रु इत्यस्य भवति. तर्हि तत् बहिरङ्गं भवति, तेस्त्रयः इति अन्तरङ्गं भवति. तादृशस्थित्यां किं भवति, दीर्घत्वं भवति इति कृत्वा न तिसृचतुस्रु इति सूत्रं व्यर्थं भवति. तत्तु न भवतु खलु. तर्हि अर्थनिमित्तकत्वं स्वीकरणीयं वा न स्वीकरणीयं वा इति अस्माकं चिन्तनं. किमर्थमिति पूर्वमेव कैयटः उक्तवान् पञ्च्यादयितुं स्वीकरोतु स्वीकरोतु इति कैयटः उक्तवान्. किन्तु तत्तु आधुनिकवैयाकरणः न अङ्गीकुर्वन्ति संज्ञानिमित्तकत्वं. तर्हि अंशद्वयम् अग्रे अंशद्वयं वर्तते, शब्दनिमित्तकत्वं शब्दनिमित्तकत्वं वा अर्थनिमित्तकत्वं वा इति. अर्थनिमित्तकत्वं स्वीकुर्मः चेत् केचन न तिसृचतुस्रु इति सूत्रं व्यर्थः भवति. तत्तु न भवेत् भवतु खलु. तर्हि अधुना अग्रे पश्येम किमर्थं वयं वैयाकरणाः शब्दनिमित्तकत्वं स्वीकुर्वन्ति इत्यस्य विवरणम् अत्र दीयते. तर्हि वसुधा भगिनी वसुधा भगिनी अस्ति वा भगिनि? 4-6 नोदयतु भगिनि. मीना भगिनी अस्ति भगिनी, श्रूयते वा इदानीं? हा, अधुना श्रूयते. आं भगिनि, क्षम्यतां, किञ्चित् तत्र तु सम्यक् नास्ति मम स्टार् सिक्स् वा किमपि. क्षम्यताम्. अस्तु, एकनिमिषं. यदीशः किञ्चित् साहाय्यं करोतु. अस्यां प्रक्रियायाम् इति तद् पङ्क्तिं तां पङ्क्तिं पूरयित्वा अग्रे अग्रिमपङ्क्ति. महोदय कियत्पर्यन्तं ह्यः पाठितवान् तस्मात् पङ्क्तिद्वयं पूर्वम्? अस्तु अस्तु, एकनिमिषं. मम तु तत्र दृष्टान्ते इको एनचि इति सूत्रे तत्तु अभवत् खलु. न, एकनिमिषं, तत्र तु चतुश्रियन्तः तदपि अभवत् तु तर्हि तु प्रकृतविषये तु तदपि अभवत् तर्हि ततः परः परं क्षम्यतां तदेव वा भगिनि? न न भगिनि, भगिनी अधुना एव उक्तवती खलु दृष्टान्ते इति अस्ति खलु, तस्मात् अग्रे संज्ञा इति अस्य इति अस्ति. न न न न, एतदावत् उपरि शिव प्लस् न इति स्थिते. मम तु तावत् पर्यन्तं वयं न गतवन्तः भगिनि पूर्वं. न न न, तर्हि अग्रे प्रकृतिविषये तु स्वेना तदपि अभवत् अर्थप्रसङ्गे ते वदन्ति तदपि अभवत् अर्थनिष्ठं भवति स्त्रीत्वं न शब्दः तदपि अभवत्. न भगिनि, तत्सर्वं न अभवत् प्रायः भगिनि. अनन्तरम् अस्तु, क्षम्यतां भगिनि, क्षम्यतां. अहं पठामि. मीना भगिनि, अस्तु तर्हि पुष्पभगिनि पठतु। यदि च त्रयादेशस्य अनन्तरं स्थानिवत् स्थानिवत् भावेन स्थानिवत् भावेन तिसृ आदेशः उद्येत तदा उच्येत तदा च तस्य दीर्घे सति दीर्घत्वं निवारणार्थं न तिसृ चतसृ इत्यस्य अवसरः स्यात् इति कथनेनापि न भवति, यतोहि यया रीत्या तिसृ आदेशस्य अपेक्षया त्रयादेशः अन्तरङ्गम् अस्ति तया एव रीत्या तिसृ आदेशस्य अपेक्षया दीर्घादेशः अपि अन्तरङ्गम् अन्तरङ्गत्वात् दीर्घानन्तरं स्थानिवत्त्वेन यदि तिसृ आदेशः स्यात् पुनः लक्षणन्यायेन दीर्घादेशः न भवति। अस्यां दशायां न तिसृ चतसृ इति दीर्घनिषेधकसूत्रं व्यर्थं भवति एव। अस्य निवारणार्थम् अर्थनिमित्तकत्वं न स्वीक्रियते। अत्र एतत् पङ्क्ति महोदय न प्रतिपादितवान्, तर्हि अग्रे अग्रे उक्तमस्ति, तस्य प्रतिपादनमेव अग्रे अस्ति, तर्हि अग्रिम स्थानिवद्भावः नाम कः इति चेत् आदेशस्य स्वभावः स्थानिवत् भवति। दृष्टान्ते चतुर्थी विभक्तौ राम योगः ञे इति स्थितौ ञेर्यः इत्यनेन अतः अङ्गात् ञेः यः भवति नाम अदन्तात् अङ्गात् ञे प्रत्ययस्य स्थाने य आदेशो भवति। रामयोगः ञे तु रामयोगः य रामाय अत्र सुपीचन इत्यनेन अदन्ताङ्गस्य अन्ते स्थितस्य अकारस्य दीर्घादेशः भवति। ञनादि सुप्रत्यये परे प्रत्यहारे सु इत्यस्मात् आरभ्य सुप् पर्यन्तं ये प्रत्ययाः ते सुपि अन्तर्भूताः सु औ जस् अम् औट् षस् ताभ्यां भिस् ये भ्यास् भ्यस् इति भ्यास् भ्यस् इस् ओस् आम् ओस् सुप् अत्र स्थानिवद्भावः नाम किम् इति उक्तमस्ति किं स्थानिवद्भावः इत्युक्ते कः आदेश यत्र आदेशः भवति आदेशस्य अनन्तरं पूर्वं यत् स्थाने आसीत् खलु तस्यैव स्वभावः स्वीकरोति आदेशः अपि तदेव स्थानिवद्भावः इति वदामः। कुत्रचित् तादृशस्थितिः भवति यत्र एकस्य स्थाने स्थाने इत्यस्य स्थाने आदेशः भवति आदेशस्य अनन्तरं यत् आदेशः अभवत् तद् आदेशः पूर्वं यत् स्थितमासीत् स्थाने आसीत् खलु तस्य एव स्वभावं स्वीकरोति तर्हि स्थानिवद्भावः इति वदामः तस्य। तर्हि अत्र उदाहरणार्थम् अत्र दीयते चतुर्थी विभक्ति रामयोगः ये इति अस्ति ये इति प्रत्ययः तर्हि ञेर्यः इति सूत्रेण ञे इत्यस्य स्थाने यः इति आदेशः भवति तर्हि ञे इति प्रत्ययः अधुना यणि अस्ति अनुनासिक वर्णः अस्ति खलु तर्हि तत्तु यङि प्रत्याहारे अस्ति किन्तु यत्र य इति आदेशः भवति खलु इकारस्य स्थाने ये इत्यस्य स्थाने य इति आदेशः भवति किन्तु यकारः यङि अत्र एवमेव दत्तमस्ति एकारः भवति अधुना सुपीच इत्यनेन अदन्तङ्गस्य अन्ते स्थितस्य अकारस्य दीर्घादेशो भवति यज्ञादि प्रत्ययपरे यत्र यज्ञादिप्रत्ययः अस्ति चेत् अत्र दीर्घादेशः भवति इति तर्हि रामा इति भवति राम इत्यस्य अधुना अग्रे वसुधा भगिनी पश्यतु प्राप्तं वा अस्माकं स्थानं न भगिनि मम सङ्गणकं तु सम्यक् नास्ति इदानीं तु अस्तु मीना भगिनि भवन्तु पूर्वं स्मः खलु स्मः भगिनि प्रायः पञ्चपङ्क्तिं वा पूर्वं पश्यति प्राप्स्यति मीना भगिनि पठति वा अधुना भगिनि अधुनाया इति तत्र किम् अस्ति मम सङ्गणके तत् पाठ तत् पुरतः एव आगच्छति महोदय मौस् किमपि कार्यं न करोति वा इति न जानामि ओ अस्तु वा प्रायः अधुना कार्यं करोति प्रायः रामप्रिया भगिनी पठति वा यस्य कस्यापि हस्ते करपत्रम् भगिनी श्रूयते किल अधुना य आदेशः यद्यपि यङ्यादे यङ्यादिः किन्तु सुप् नास्ति अतः सुपीच इत्यस्य प्रसक्तिः न स्यात् किन्तु स्थानिवद्भावेन स्थानिनः स्वभावः यदा आदेशस्य स्वभावो अपि तथा स्थानिनः स्वभावस्य सुपि अध्याहृते य प्रत्ययस्य सुप्त्वात् सुपीच इत्यस्य प्रसक्तिः भवति रामयोगः य सुप्कीच इत्यनेन अदन्त अङ्गस्य दीर्घादेशः रामाय इति रूपं सिद्ध्यति अत्र स्थानिवत् आदेशो अनल्विधौ स्थानिवत् आदेशः अनल्विधौ इति अतिदेशसूत्रम् आदेशः स्थानिना तुल्यं भवति किन्तु स्थानि सम्बन्धस्य अल् वर्णस्य आश्रयं कृत्वा विधिः अस्ति चेत् तुल्यं न भवति अत्र तु प्रथमं य आदेशः भवति य तु यङ्यादिः अस्ति परन्तु सुप्रत्याहारे नास्ति अतः सुपीच कार्यं तस्य प्रसक्तिः अत्र नास्ति परन्तु स्थानिवत् भावः इति किम् इत्युक्ते स्थानिनः स्वभावः यदा आदेशस्य स्वभावः अपि तदा आदेशस्य पूर्वं किं स्थानम् अस्ति तदेव स्वभावं स्वीक्रियते चेत् य प्रत्ययस्य सुप्त्वात् सुपीच इत्यस्य प्रसक्तिः भवति रामयोगः य सुपीच इत्यनेन अत्र पूर्वं किम् अस्ति ङे अस्ति किल तदेव अस्ति इति स्थानिवद्भावः अस्ति इति चिन्तयामः अस्ति इति स्वीकुर्मः चेत् अदन्त अङ्गस्य दीर्घादेशः भवति रामाय इति रूपं भवति इति स्थानिवत् आदेशो अनाल् विधौ इति अतिदेशसूक्तम् अस्ति आदेशः स्थानिना तुल्यं भवति किन्तु स्थानि सम्बन्धस्य अल् वर्णस्य आश्रयं कृत्वा विधिः अस्ति चेत् तुल्यं न भवति तस्य अर्थं किं भवति अहं वदामि अत्र किम् अस्ति यत्र आदेशः अस्ति अधुना अस्माकम् आदेशः अस्ति य इति आदेशः अस्ति स्थानि आसीत् ञे इति आसीत् ञे इत्यस्य स्थाने य इति अभवत् य इति सुपि नास्ति ञे इति सुपि आसीत् तर्हि सुपि चेत्यस्य प्रसक्तिः ञे इत्यस्य प्रत्ययस्य अस्ति किन्तु य इति प्रत्ययस्य नास्ति तथापि य इति प्रत्ययः ञे इति प्रत्ययस्य स्वभावं स्वीकरोति स्थानिवत् आदेशो अनल् विधौ इति सूत्रेण तादृशी स्वभावं स्वीकृत्य तदपि सुपि च इति सूत्रस्य सुपि इति स्वभावं स्वीकरोति तर्हि सुपीच इत्यनेन दीर्घादेशः भवति अत्र स्थानिवत् आदेशो अनल् विधौ इत्युक्ते किम् इत्युक्ते स्थानिवत् आदेशः अस्ति खलु अस्माकं आदेशः अधुना अस्ति य इति आदेशः स्थानिवत् भवति कीदृशी स्थित्यां सर्वासु स्थित्यां भवति किन्तु कीदृशी स्थित्यां न भवति चेत् यत्र पूर्वं स्थानी इत्यस्य किमपि अल्विधिः अल्विधिः इत्युक्ते वर्णनिमित्तिकविधिः किमपि कार्यं कर्तुम् इच्छति चेत् ज्ञे इत्यस्य वर्णनिमित्तिकं कार्यं किमपि तत्र आगत्य कार्यं विधिः विधिसूत्रं किमपि कार्यं कर्तुम् इच्छति चेत् तादृशी विधिसूत्रस्य वर्णनिमित्तिकविधिसूत्रस्य कार्याणि न भवन्ति किन्तु अन्यत् सर्वं स्वभावं स्वीकरोति स्वभावं स्वीकरोति किन्तु वर्णनिमित्तिकस्वभावं अल् विधि विधिसूत्रम् अल् इत्युक्ते अल् प्रत्याहारे सर्वे वर्णाः अस्ति खलु तर्हि वर्णनिमित्तिकविधिसूत्रं किमपि कार्यं कर्तुम् इच्छति चेत् स्थानि इत्यस्य वर्णनिमित्तिक किमपि कार्यं कर्तुम् अत्र अपि इच्छति चेत् अत्र कार्यं न करोति किन्तु अन्यत् अधुना सुपीच इति वर्णनिमित्तिककार्यं नास्ति खलु स्थानि इत्यस्य वर्णनिमित्तिकं कार्यं ये इत्यस्य किमपि कार्यं नास्ति सुपीच इति स्वभावस्य कार्यमस्ति प्रत्याहारस्य किं सुप् इति प्रत्याहारस्य कार्यमस्ति अल्विधिः नास्ति तर्हि तादृश अल्विधि आश्रयं कृत्वा आश्रयं कृत्वा यत्किमपि विधिसूत्रमस्ति चेत् तस्य कार्यं न भवति तस्मिन् समये तुल्यं न भवति स्थानिवद् रूपं न स्वीकरोति मणिमहोदय गतवान् वा भगिनी एकः प्रश्नः अत्र सुपीच इति तु परसूत्रमस्ति नेर्यः इत्यस्मात् यदि सुपीच प्रथमं कार्यं करोति अनन्तरं नेर्यः अपि कार्यं कर्तुम् आगच्छति खलु सुपीच इति परसूत्रम् अस्ति किन्तु वयम् अस्माभिः द्रष्टव्यं खलु अन्यत्र अधुना नित्यसूत्रं ज्ञेयः इति नित्यसूत्रं भवति खलु सुपीच कार्यं करोति चेत् पुनः अपि तस्य प्रसक्तिः भवति खलु पुनः अपि तस्य प्रसक्तिः भवति इदानीमपि नेर्यः यदि कार्यं करोति चेदपि सुपीच तस्यापि कार्यं भवति खलु तत्तु स्थानिवदादेशः इत्यनेन तत्कारणात् सुपीच इति नित्यसूत्रं नास्ति अत्र अस्तु भगिनि प्रकृते स्त्रियाम् इत्यस्य अर्थनिमित्तिक निमित्तकत्वे सति बहिरङ्गत्वात् त्रयादेशः भवति त्रियोगः आम् त्रेस्त्रयः इत्यनेन आमिपरे त्रयादेशः त्रययोगः आम् ह्रस्वनद्यापो नुट् इत्यनेन ह्रस्वात् अङ्गात् आम् प्रत्ययस्य नुट् आगमः त्रययोगः नाम् नामि इत्यनेन अजन्ताङ्गस्य दीर्घादेशो भवति नाम् प्रत्यये परे त्रयाणाम् इदानीम् अत्र स्थानिव आदेशो अनल् विदौ इत्यस्य अवगमनम् अभवत् स्थानिवद् भावः इत्युक्ते किम् इति उक्तमासीत् अधुना पुनः अस्माकं पूर्वतनचर्चा आसीत् खलु यत्र अर्थनिमित्तकत्वं स्वीकुर्मः चेत् अधुना त्रयस्त्रयः इति सूत्रम् अन्तरङ्गसूत्रमस्ति तर्हि तद् बलवद् भवति इति अग्रे वदतु महोदय क्षम्यताम् चिन्ता न भगिनि सम्यक् एव अत्र इदानीं तु पुनः त्रियोगः आम् इत्यस्य प्रसक्तिः अत्र अर्थनिमित्तिकत्वे इद पूर्वमेव वयं दृष्टवन्तः अत्र त्रेस्त्रयः इति अन्तरङ्गसूत्रं भवति अत्र त्रिचतुरोस्त्रियां तिसृचतसृ इति अपेक्षया त्रयस्त्रयः इति अन्तरङ्गसूत्रं भवति तत्कारणात् तस्य प्रसक्तिः आगच्छति तत्कारणात् अत्र त्रिस्थाने त्रय आगच्छति त्रययोगः आम् अधुना अत्र ह्रस्वनद्यापो नुट् इत्यनेन अत्र यकारः इत्युक्ते अकारः अस्ति अङ्गस्य अन्ते तत्तु ह्रस्व अकारः अस्ति तत्कारणात् आम् प्रत्ययस्य नुट् आगमः भवति इत्युक्ते आदौ नकारः आगच्छति तत्कारणात् अत्र त्रययोगः नाम् इति भवति अनन्तरम् अत्र नामि इत्यनेन अत्र पुनः अजन्तङ्गस्य दीर्घादेशः भवति तत्कारणात् अत्र त्रयायोगः नाम त्रयाणाम् इति रूपं सिद्धं भवति यदि अर्थनिमित्तिकत्वं यदि नयामः तस्मिन् समये त्रयाणाम् इति त्रियाम् अपि षष्ठिविभक्तौ बहुवचनरूपं त्रयाणाम् इति भवति इति दत्तमस्ति अत्र त्रययोगः नाम इति तावत् पर्यन्तं दृष्टवन्तः अधुना अग्रे गत्वा महोदय अन्यत् किमपि चर्चां करोतु तर्हि अत्र अत्र स्थगयामः इति मन्ये चिन्तयामि अग्रे अग्रिमपङ्क्ति पुनः प्रायः अस्ति न सप्ताहे पश्यामः तर्हि एतावत् पर्यन्तं प्रश्नः अस्ति न भगिनि धन्यवादः शुभरात्रिः धन्यवादः शुभरात्रिः